गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुःसाक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः निधाय कृतिविश्वेषं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः न्यायवर्गे सर्वेभ्यो नमस्कारः सुस्वागतम् अत्र करपत्रम् अस्ति संयोगस्य प्रसङ्गे किञ्चित् अष्टादशकरपत्रमस्ति तत्र इदानीमपि पठन्तः स्मः वयं सर्वेषां पुरतः करपत्रं स्यात् अस्तु तर्हि तत्र अस्माभिः एतावत्पर्यन्तं किम् अधीतम् इति चेत् संयोगः द्विविधः कर्मजसंयोगः यः संयोगः काय हस्तपुस्तकयोः मध्ये जायते सः अपि च संयोगजसंयोगः यः संयोगः कायपुस्तकयोः मध्ये जायते सः इति संयोगद्वयम् अस्ति इति अस्माभिः अधीतम् अपि च यदा संयोग हस्ते क्रिया जायते तया क्रियया एव पुस्तकेन सह हस्तस्य संयोगः जायते इति कृत्वा हस्तपुस्तकयोः मध्ये यः संयोगः जायते सः संयोगः कर्मजसंयोगः तत्र प्रश्नः कृतः यदि हस्ते क्रिया जायते तर्हि शरीरे अपि क्रिया न जायते वा आम् निश्चयेन जायत्येव यत्र हस्तः अस्ति तत्र शरीरमपि अस्ति खलु अवयवी इति शरीरम् अवयवे हस्ते अस्ति तर्हि यदा हस्ते क्रिया जायते तदा काये अपि क्रिया जायते इति कृत्वा तर्हि किमर्थं कायपुस्तकयोः मध्ये अपि यः संयोगः जायते स च संयोगः अपि कर्मजसंयोगः इति किमर्थं न स्वीकर्तुं शक्यते इति अस्माभिः पृष्टम् तर्हि तत्र अन्यतासिद्धा अन्यतासिद्धः इति कश्चन नैयायिकानां सिद्धान्तः अस्माभिः अनुभूतः कुलालः यद्यपि घटस्य कारणं भवति तथापि कुलालपिता इत्युक्ते कारणस्य कारणम् अत्र घटस्य कारणमस्ति कुलालः पुनः कुलालस्य कारणमस्ति कुलालपिता कारणस्य कारणम् अन्यतासिद्धः अन्यतासिद्धा इति नैयायिकानां मतं किमर्थं लाघवार्थं केवलं यदि कुलालस्य पिता अपि अङ्गीकर्तव्यं घटस्य कारणम् इति चेत् कुलालस्य प्रपिता अपि अङ्गीकर्तव्यं भवति तर्हि कियत्पर्यन्तं गच्छति अतः लाघवाय कारणस्य कारणम् इति न स्वीकुर्मः इति कृत्वा तत्र कर्मजसंयोगः यदा जायते पुनः सः कर्मजसंयोगः यः संयोगः हस्तपुस्तकयोः मध्ये जायते सः कर्मजसंयोगः पुनः अन्यस्य कर्मजसंयोगस्य काय संयोगस्य कारणं न भवति कारणस्य कारणम् इत्यतः तर्हि किं वक्तव्यं संयोगजसंयोगः इति वदामश्चेत् न एकनिमिषं किञ्चित् इतोपि स्पष्टतया मया वक्तव्यमासीत् क्रियया कर्मजसंयोगः जायते हस्तपुस्तकयोः पुनः क्रियया कायपुस्तकयोः मध्ये अपि संयोगः जायते इति वदामश्चेत् तत्र क्रिया हस्ते जायमानक्रिया एव काये जायमानक्रियायाः कारणं भवति किमर्थं हस्तः नैयायिकानां मतानुसारं यद्यपि अवयवी अवयवे अस्ति तथापि अवयव अवयविनोः मध्ये भेदः अस्ति खलु, अत्यन्त अन्योन्य अभावः अस्ति तयोः मध्ये, अवयव अवयविनोः मध्ये। घटः इति भिन्नपदार्थः अस्ति, कार्यमस्ति, कपालद्वयम् इति कारणमस्ति, सम्पूर्णरीत्या भिन्नपदार्थः अस्ति, तयोः मध्ये अन्योन्य अभावः अस्ति इति कृत्वा यदा हस्ते क्रिया जायते तस्मात् अग्रिमक्षणे एव काये क्रिया जायते इति वक्तुं शक्यते, इति वक्तुं शक्यते। तर्हि क्रिया संयोगस्य कारणं, पुनः सा एव क्रिया अन्यस्य क्रियायाः कारणम्, अन्यायाः क्रियायाः कारणं भवति इत्यतः कारणस्य कारणं भवति। तर्हि इदानीं कायपुस्तकयोः मध्ये यः संयोगः जायते स च संयोगः कर्मजः इति स्वीकुर्मश्चेत् तत्र पुनः हस्ते जायमानक्रिया या क्रिया काये जायमानक्रियायाः कारणं भवति तस्य कारणत्वं स्वीकर्तव्यं भवति इति कृत्वा तत्र कर्मजसंयोगः इति न वदामः, तत्र संयोगजसंयोगः इति वदामः। कायपुस्तकयोः मध्ये यः संयोगः जायते स च संयोगः कर्म संयोगजसंयोगः। तर्हि इदानीं कारणं किं? संयोगः न तु क्रिया। हस्तपुस्तकयोः मध्ये यः संयोगः जायते स च संयोगस्य कारणमस्ति क्रिया। कायपुस्तकयोः मध्ये यः संयोगः जायते तस्य कारणं किं? संयोगः। संयोगेन संयोगः जायते यद्यपि तथापि अत्र कारणमस्ति संयोगः। तर्हि एकं कारणम् एकस्यैव कार्यस्य कारणं भवति, एकेन कारणेन बहूनि कार्याणि इति तादृशसन्दर्भः न आगच्छति इत्यतः एतादृशं नैयायिकाः उक्तवन्तः। एतावत्पर्यन्तं प्रश्नः अस्ति वा? अस्तु महोदय, इस् इट् वन् टु वन्? एकेन कारणेन एककार्यम् अस्ति किल? एकेन कारणेन एकस्मिन् अत्र सन्दर्भः इत्युक्ते कुलालेन बहवः घटाः उत्पद्यन्ते इति तु सत्यं, किन्तु एकस्मिन् क्षणे एकः एव एकमेव घटं प्रति कुलालः कारणं भवति खलु? इत्युक्ते एकस्मिन् समये एकेन कारणेन बहूनि कार्याणि उत्पद्यन्ते इति स्वीकुर्मश्चेत् तत्र क्लेशः भवति। अस्तु एकनिमिषम्, इदानीं कुत्र स्मः? कुतः एषः अवयविनी घटे ततः आरभ्य पठनीयम्। कुतः एषः प्राप्तं वा सर्वैः? कुतः एषः अवयविनी घटे नोत्पद्यते इति विचारे प्राप्तं वा? अस्तु तर्हि बालसुब्रह्मण्य भवान् पठति वा ततः अग्रे, कुतः एषः अवयविनी घटे इति। कुतः एषः अवयविनी घटे न उत्पद्यते इति विचारे मूर्तयोः युतसिद्धयोः एव कर्मजः संयोगजः वा संयोगो भवति न अन्ययोः इति निश्चितम्। युतसिद्धिः नाम किम्? विद्याधर्यां 343 इति पृष्ठे युतासिद्धिः इत्यस्य पृथक् सिद्धिः पृथक् अवस्थितिः इति अर्थः। सम्बन्धिनोः परस्परपरिहारेण पृथक् आश्रये स्थितिः इति अर्थः। यथा भूतलघटयोः भवति युतसिद्धिः, घटः भूतलं विहाय स्वसमवायकारणे कपाले, भूतलं च घटं विहाय स्वसमवायकारणे भवति, अतः तौ युतसिद्धौ एतावता यत् अस्माभिः दृष्टं तस्य आधारेण एकं निर्णयं कर्तुं शक्नुमः। कः निर्णयः इति चेत्, यदा कदापि एकस्य द्रव्यस्य संयोगः अन्येन द्रव्येण सह यदि भवेत् तदा ते द्वे द्रव्ये कीदृशे स्याताम् इति अस्माभिः आदौ स्पष्टं ज्ञातव्यम्। ते द्वे द्रव्ये युतसिद्धे एव स्याताम्, न तु अयुतसिद्धे। अयुतसिद्धयोः अयुतसिद्धयोः द्वयोः द्रव्ययोः कदापि संयोगः न भवति, युतसिद्धयोः द्रव्ययोः एव भवति। नूतनपदं युतसिद्धि, युतसिद्धिः इति अस्माभिः अधीतं खलु पुस्तके, पृथगाश्रयाश्रितौ इति। अस्तु तर्हि पुनः पङ्क्तिशः पठित्वा वदति वा वदति वा महोदय। कुतः एषः अवयविनि घटे न उत्पद्यते इति विचारे मूर्तयोः युतसिद्धियोः एव कर्मजः संयोगजः वा संयोगो भवति अन्ययोः इति निश्चितं। अवयविनि अत्र घट महोदय अत्र कस्मिन् विषये चिन्तनं, किं न उत्पद्यते, कुतः एषः एषः अवयविनि घटे घटेन उत्पद्यते इति, एषः इत्युक्ते कः? क्रिया न क्रिया इति न संयोगः। हा सत्यम्, अत्र अन्तिमवाक्यं पूर्वस्मिन् परिच्छेदस्य अन्तिमवाक्यं पठतु, परस्परकपालसंयोगेन अवयविनि संयोगः अनुभवविरुद्धः, अतः नियमप्रसङ्गे किञ्चित् अग्रे चिन्तनीयम् इति पर्यवसितम्। अत्र पुनस्मारणार्थम् अहं वदामि, अत्र यद्यपि करपत्रे अनुभवविरुद्धः इति दत्तम्, किन्तु तत्र अस्माभिः अन्यदपि किञ्चित् चिन्तितं खलु, एकस्य कार्यस्य एतानि कारणानि इति स्वीकर्तुम् एकं कारणम् इति स्वीकर्तुं निकषात्रयं वर्तते इति, कार्याधिकरणे भवेत्, कार्याधिकरणे सर्वदा भवेत्, अपि च कार्याधिकरणे पूर्वस्मिन् तत्र पूर्वक्षणे भवेत् इति नियमत्रयम् अस्माभिः अधीतं खलु। तत्र क्लेशः भवति यदि इदानीं कायपुस्तकयोः इत्युक्ते इदानीम् अस्माकं सन्दर्भः कः, कपालद्वयोः मध्ये संयोगः जायमानमस्ति, घटस्य उत्पादनं जायमानमस्ति, तर्हि प्रश्नः कः कृतः, कपालद्वयोः मध्ये यः संयोगः जायते येन घटस्य उत्पादनं भवति स च संयोगः अन्यस्य यस्य कस्यापि संयोगस्य कारणं भवति वा, कर्मजसंयोगः वा संयोगजसंयोगः वा इति प्रश्नः कृतः, तत्र किं निश्चितं न इति। किमर्थम्, इदानीं कपालद्वयोः मध्ये यः संयोगः जायते तदा अवयविनेः उत्पादनं न अभवत् खलु, तस्मात् अग्रिमक्षणे एव घटस्य उत्पादनं भवति, तर्हि यस्मिन् समये कपालद्वयोः मध्ये यः संयोगः जायते तस्मिन्नेव क्षणे घटः एव नास्ति, घटः नास्ति चेत् कथं वा तस्मिन्नपि अग्रिमक्षणे क्रिया तत्र संयोगः जायते इति न वक्तुं शक्यते, निकषा न पूरितम् इति कृत्वा अत्र न वक्तुं शक्नुमः. अत्र यद्यपि अनुभवविरुद्धः इति उक्तं, वस्तुतः तत्र पश्यन्तु इदानीं परस्परकपालसंयोगेन अवयविनि संयोगः अनुभवविरुद्धः इत्युक्ते तस्य अनुभवः एव कर्तुं न शक्नुमः वस्तुतः. किन्तु प्रश्नः अस्ति, अत्र एतादृशं निरूपयितुं शक्यते. अस्माकं कारणस्य निकषात्रयं स्वीकृत्य यस्मिन् क्षणे कपालद्वयोः मध्ये संयोगः जायते तस्मिन् क्षणे घटः एव नास्ति. घटे संयोगः भवेत्, संयोगजसंयोगः वा कर्मजसंयोगः यत्किमपि भवेत् इति चेत् तस्मात् पूर्वक्षणे घटः भवेत्. किन्तु यस्मिन् क्षणे संयोगः जायते तस्मात् अग्रिमक्षणमेव घटस्य उत्पादनं भवति, तस्मिन् क्षणे घटः एव नास्ति इति कृत्वा तत्र कपालद्वयोः मध्ये यस्मिन् क्षणे संयोगः जायते सः संयोगः कर्मजसंयोगस्य कारणं वा संयोगजसंयोगस्य कारणं वा न भवितुम् अर्हति इति बोधः. अस्तु, तर्हि कुतः एषः इत्युक्ते संयोगः अवयविनि घटेन उत्पद्यते इति विचारे, अग्रे पठतु महोदय. अवयविनि घटे न उत्पद्यते इति विचारे मूर्तयोः युतसिद्धयोः एव कर्मजः संयोगजः वा संयोगो भवति, न अन्ययोः इति निश्चितम्. युतसिद्धयोः एव मूर्तयोः युतसिद्धयोः एव कर्मजः इत्युक्ते संयोगः द्रव्ययोः मध्ये एव भवति, अपि च कीदृशद्रव्ययोः इत्युक्ते युतसिद्धद्रव्ययोः. तर्हि युतसिद्धः इत्युक्ते किं, युतसिद्धिः नाम किम् इति अग्रे आयाति. पठतु महोदय. मूर्तयोः युतसिद्धयोः एव कर्मजः संयोगजः वा संयोग भवति, न अन्ययोः इति निश्चितम्. युतसिद्धिः नाम किम्? विद्याद्रव्यां पृष्ठे युतसिद्धिः इत्यस्य पृथक् सिद्धिः, पृथग् अवस्थितिः इति अर्थः. सो युतसिद्धिः इति चेत् भिन्न पृथक् सिद्धिः, पृथक् अवस्थितिः इति अर्थः. पृथक् सिद्धिः इत्युक्ते इतोपि भिन्नसिद्धिः एवं वा? अग्रे अग्रे दत्तमस्ति इति अर्थः. सम्बन्धिनोः परस्परपरिहारेण पृथग् आश्रये स्थितिः इति अर्थः. सम्बन्धिनः तत्र उदाहरणमपि अस्ति, उदाहरणम् अपि पठित्वा तदनन्तरम् अवगच्छामि. सम्बन्धिनोः परस्परपरिहारेण पृथग् आश्रये स्थिति इति अर्थः. यथा भूतलघटयोः भवति युतसिद्धिः, घटः भूतलं विहाय स्वसमवायिकारणे कपाले, भूतलं च घटं विहाय स्वसमवायिकारणे भवति. घटः भूतलं विहाय स्वसमवायिकारणे कपाले, भूतलं च घटं विहाय स्वसमवायिकारणे भवति. हा, घटः कुत्र अस्ति? घटः भूतले अस्ति इति वस्तुस्थितिः. किन्तु घटः यदा घटरूपेण अस्ति तदा तस्य समवायिकारणं किम्? आम्, घटः इति अवयवी कस्मिन् अस्ति? कपाले अस्ति. हा, घटः कपाले अस्ति, भूतलं यत्किमपि तस्य समवायिकारणं भवति तत्र अस्ति खलु? तर्हि इदानीं घटः कपाले अस्ति, भूतलं तस्य अवयवेषु अस्ति इत्यतः तौ द्वौ अपि युतसिद्धौ पृथग् आश्रय आश्रितौ, तयोः आश्रयौ भिन्नौ, खलु? घटः भूतलं नास्ति, घटे भूतलाभावः अस्ति इति वक्तुं शक्नोति वा महोदय? न न, इति किमर्थम् अभावस्य विषये चिन्तयति? घटः भूतलं नास्ति इति वा? न न, अत्र पश्यतु, इदानीं भूतलं घटः भूतले अस्ति इति वस्तुस्थितिः. तयोः मध्ये इदानीं घटः अपि द्रव्यं, भूतलमपि द्रव्यं, तयोः मध्ये संयोगसम्बन्धः भवति खलु? अत्र चिन्तनं कस्मिन् विषये इति चेत्, किमर्थं तयोः मध्ये संयोगः भवति न तु समवायः इति चिन्तनम्. अत्र स्थूलरीत्या अस्माभिः अधीतं द्रव्ययोः मध्ये संयोगः एव भवति, पञ्चसु स्थलेषु समवायः एव भवति इति. तत्र अवयवि अवयविनोः मध्ये समवायः एव भवति इति अस्माभिः अधीतं खलु? किन्तु अवयवः अपि द्रव्यम्, अवयवी अपि द्रव्यम्. तर्हि इदानीं कस्मिन् विषये चिन्तनं जायमानमस्ति इति चेत्, यद्यपि अवयवी अपि च अवयव द्वौ अपि द्रव्ये, तथापि तयोः मध्ये किमर्थं संयोगः न किन्तु समवायः एव इति प्रश्नः. धन्यवादः. तर्हि अत्र कीदृशचिन्तनं? घटः स्वस्मिन् अवयवे अस्ति, कपाले अस्ति, भूतलं स्वस्मिन् अवयवे अस्ति. अत्र पश्यतु, घटः भूतलं विहाय स्वसमवायीकारणे कपाले, भूतलं घटं, भूतलं च घटं विहाय स्वसमवायीकारणे भवति. इत्यतः तौ युतसिद्धौ, तर्हि पृथग् आश्रय आश्रितौ, पृथक् सिद्धिः, पृथक् अवस्थितिः. हा, एतावता यत् अस्माभिः दृष्टं तस्य आधारेण एकं निर्णयं कर्तुं शक्नुमः. एतावता अस्माभिः दृष्टं तस्य आधारेण एकं निर्णयं कर्तुं शक्नुमः. तस्य इत्युक्ते कपालस्य आधारेण? न न न, अत्र कपालस्य आधारेण इति न, इति एतादृशचिन्तनमासीत् खलु? घटः भूतलं विहाय स्वसमवायीकारणे कपाले एव अस्ति, भूतलं च घटं विहाय स्वसमवायीकारणे अस्ति. तादृशचिन्तनं तस्य आधारेण एकं निर्णयम्, इदानीं व्याप्तिः वदति, यत्र यत्र धूमः तत्र तत्र वह्निः इति व्याप्तिः वदामः खलु, तथा एका व्याप्तिः वदति महोदय. अस्तु, अग्रे अग्रे पठतु महोदय. कः निर्णयः इति चेत्, यदा कदापि एकस्य द्रव्यस्य संयोगः अन्येन द्रव्येण सह यदि भवेत्, तदा ते द्वे द्रव्ये कीदृश स्याताम् इति अस्माभिः आदौ स्पष्टं ज्ञातव्यं. यदा कदापि एकस्य द्रव्यस्य संयोगः अन्येन द्रव्येण, इत्युक्ते एक द्रव्यम् अन्येन द्रव्येण सह संयोग भवति चेत्, तदा तयोः द्वयोः मध्ये कीदृश सम्बन्धं स्याताम् इति ज्ञातव्यं. न न न न, कः निर्णयः इति चेत्, यदा कदापि एकस्य द्रव्यस्य संयोगः अन्येन द्रव्येण सह यदि भवेत्, तदा तयोः मध्ये संयोगः भवितुम् अर्हति. एकं तु द्रव्ययोः, किन्तु इदानीम् अवयवः अपि द्रव्यम्, अवयवी अपि द्रव्यं, तयोः मध्ये संयोगः भवति वा इति चेत् न. तर्हि कयोः मध्ये भवति इति चेत्, अत्र लिखितमस्ति, द्वे द्रव्ये कीदृशे स्याताम्, इत्युक्ते द्रव्यद्वयमपि कुत्र स्तः इति चिन्तनीयम् अस्ति. अस्माभिः आदौ स्पष्टं ज्ञातव्यं किं कस्मिन् अस्ति इति ज्ञातव्यम्। अस्तु, अग्रे पठतु महोदय। ते द्वे द्रव्ये युतसिद्धे एव स्याताम्, न तु अयुतसिद्धे। अयुतसिद्धयोः द्वयोः द्रव्ययोः कदापि संयोगः न भवति, युतसिद्धयोः द्रव्योः एव भवति। हा, तर्हि कीदृशे स्याताम् इति चेत् युतसिद्धौ स्याताम्। ते द्वे द्रव्ये युतसिद्धौ स्याताम्, युतसिद्धयोः मध्ये। यथा घटभूतलयः, घटः स्व अवयवे कपाले अस्ति, भूतलं घटं विहाय स्व अवयवे अस्ति, तर्हि तयोः मध्ये इदानीं संयोगः भवितुमर्हति इति ये निर्णयं कृतं। युतसिद्धयोः मध्ये एव संयोगः भवति, अयुतसिद्धयोः मध्ये समवायः एव भवति। बुद्धं खलु? पुनः एकवारं युतसिद्धि इति प्रतिपादयतु महोदय। अस्तु, युतसिद्धः इत्युक्ते पृथग् आश्रय आश्रितः इति अर्थः। पृथग् आश्रय आश्रितः इत्युक्ते आश्रितः इत्युक्ते आधेयः, आश्रयः इत्युक्ते आधारः खलु। पृथग् आश्रय आश्रितौ इत्युक्ते इदानीं घटः कुत्र अस्ति? कपाले अस्ति। भूतलं कुत्र अस्ति? स्व अवयवे अस्ति। तर्हि घटः कपाले अस्ति, भूतलं स्व अवयवे अस्ति इति कृत्वा तादृशयुतसिद्धयोः मध्ये संयोगः भवितुमर्हति। इत्युक्ते भूतलं कपाले नास्ति खलु, अपि च घटः भूतलस्य अवयवे नास्ति इति कृत्वा त्वौ द्वौ युतसिद्धौ। तर्हि तयोः मध्ये इदानीं संयोगः भवितुम् अर्हति इति बोधः। अस्तु, अग्रे विजि भगिनी पठतु कुत्रचित्। कुत्रचित् द्रव्यद्वयं युतसिद्धं भवति, कुत्रचित् अयुतसिद्धं भवति। द्रव्यद्वयम् अयुतसिद्धम् एकस्मिन् स्थाने एव, यत्र एकं द्रव्यम् अपरस्य अवयवः भवति। अवयव अवयविभाव भावापन्नयोः द्रव्ययोः एव अयुतसिद्धित्वम्। अयुतसिद्धित्वम् इत्यस्य अर्थः एवं, द्वयोः द्रव्ययोः मध्ये एकस्य द्रव्यस्य नाशपर्यन्तं तत् द्रव्यम् अन्यत् द्रव्यम् आश्रित्र एव तिष्ठति। तदानीं ते द्वे द्रव्ये अयुतसिद्धे, घटः कपालश्च इति एतत् द्रव्यद्वयम् अयुतसिद्धम्। यतोहि यावत्पर्यन्तं घटः तिष्ठति यावत् पर्यन्तं घटस्य नाशो न भवति, तावत्पर्यन्तं घटः कपालम् आश्रित्य तिष्ठति। कपालम् अनाश्रित्य स्थातुं न शक्नोति सः तस्य नाशपर्यन्तम् अपि। घटस्य नाशः भवति चेत् भिन्नः विषयः, नो चेत् कपालम् आश्रित्य तिष्ठति एव। तादृशः कश्चन सम्बन्धः तयोर्मध्ये अस्ति, अतः तौ द्वौ अयुद्धसिद्धौ। अत्र अयुद्धसिद्धौ इत्यस्य विषये विवरणं दत्तमस्ति। द्रव्यद्वयम् अत्र उदाहरणं कपालद्वय संयोगेन घटं घटः उत्पद्यते. घटः समवायसम्बन्धेन कपाले अस्ति. तदर्थं कपालः नाशः पर्यन्तं घटः अपि नष्टं न भवति. भगिनि एवं करोतु भगिनि, अत्र एकं वाक्यमस्ति खलु, अयुतसिद्धत्वम् इत्यस्य अर्थः एवं, द्वयोः द्रव्ययोः मध्ये एकस्य द्रव्यस्य नाशपर्यन्तं द्रव्यं द्रव्ययोः मध्ये एकस्य द्रव्यस्य नाशपर्यन्तं तद् द्रव्यम् अन्यत् द्रव्यम् आश्रित्य एव तिष्ठति. द्वयोः एकनिमिषम् अत्र कथं करोतु, कथं वदतु, इदानीं घटः अपि च कपालः स्वीकृत्य यथा सङ्गम् अत्र उक्त्वा पुनः एकत् वाक्यं वदतु, द्वयोः द्रव्ययोः. द्वयोः द्रव्ययोः, अत्र द्वयोः इत्युक्ते कपालद्वयं कपाल कपालः कपालघटः. द्वयोः द्रव्ययोः कपालमपि द्रव्यं घटमपि द्रव्यं कपालद्रव्ययोः मध्ये एकस्य द्रव्यस्य घटयोः मध्ये द्रव्ययोः कपालघटयोः मध्ये एकस्य द्रव्यस्य अत्र कपालस्य इति स्वीकुर्मश्चेत् कपालस्य नाशपर्यन्तं तत् द्रव्यम् इत्युक्ते घटः अत्र अन्यत् द्रव्यं इत्युक्ते किञ्चित् चिन्तयित्वा वदतु, भवती दोषं करोति. एकद्रव्यस्य नाशपर्यन्तं तद् द्रव्यं तत्र एकस्य अपि च तद् द्वयमपि एकमेव भवेत्. एकस्य द्रव्यस्य नाशपर्यन्तं कपालः नाशपर्यन्तं तत् द्रव्यम् अन्यत् द्रव्यम् आश्रित्य एव तिष्ठति. अत्र तु घटः कपालः आश्रित्य तिष्ठति. सत्यं, तर्हि एकस्य इत्युक्ते घटस्य इति अर्थः, न तु कपालस्य. घटस्य नाशपर्यन्तं द्रव्यम् अन्यत् द्रव्यम् आश्रित्य एव तिष्ठति इत्युक्ते कपालः नष्टः. भगिनि अत्र प्रथमं वाक्यं वदतु, द्वयोः द्रव्ययोः घटकपालयोः मध्ये एकस्य घटस्य नाशपर्यन्तं कपालघटयोः मध्ये एकस्य घटस्य द्रव्यस्य नाशपर्यन्तं तत् द्रव्यं घटः अन्यत् द्रव्यम् आश्रित्य एव तिष्ठति कपालस्य आश्रित्य एव तिष्ठति. अन्यत् इत्युक्ते कपालः द्रव्यम् आश्रित्य एव तिष्ठति. अन्यत् इति प्रथमाविभक्ति एकवचनमस्ति खलु, तर्हि कपालः इति स्थापयतु. कपालः महोदय बुद्धं खलु, इदानीं समीचीनतया द्वयोः द्रव्ययोः घटकपालयोः मध्ये एकस्य घटस्य द्रव्यस्य नाशपर्यन्तं तद् घटः द्रव्यम् अन्यत् कपालः द्रव्यम् आश्रित्य एव तिष्ठति. तदानीं ते द्वे द्रव्ये अयुतसिद्धौ. यदा एतादृशस्थितिः अस्ति, घटः तस्य नाशपर्यन्तं कुत्र तिष्ठति? कपाले एव तिष्ठति खलु. अत्र कृत्वा घटकपालौ अयुतसिद्धौ. घट रूपम् अयुतसिद्धम् इति वक्तुं शक्नोति वा? न, रूपं गुणम् इति कारणेन वा? चिन्तयतु, भवती एतादृशमेव चिन्तयतु. द्वयोः द्रव्ययोः मध्ये द्रव्ययोः इति अस्ति खलु. आम्, इदानीं रूपम् अपि च घटः द्वयम् एकः गुणः अन्यः द्रव्यः अन्यः द्रव्यम् आम् द्रव्ययोः मध्ये एव अधुना विषयं प्रचलति हा तर्हि अयुधसिद्धिः कुत्र भवितुमर्हति द्रव्ययोः मध्ये एव मध्ये एव अन्येषु चतुर्षु स्थलेषु इत्युक्ते गुणगुणिनोः क्रियाक्रियावतोः जातिव्यक्तयोः विशेषनित्यद्रव्ययोः तत्र अयुतसिद्धिः इति यदा कदापि न वक्तुं शक्यते समवायसम्बन्धेन यत् द्रव्यम् अस्ति तदेव वा शक्नोति वा इत्युक्ते अवयव अवयवी तदेव अवयव अवयवी अवयविनः एव यत्र यत्र अवयवः अस्ति ओके आम् आं महोदय अवयवी अवयव अवयवि अवयव अवयवी दीर्घयीकारः शाखावृक्षः इति वक्तुं शक्नोति वा तदेव उदाहरणं किन्तु उदाहरणं वक्तव्यम् अवयव अवयविनौ एव अयुधसिद्धौ भवितुम् अर्हति अर्हति आम् तदानीं ते द्वे द्रव्ये अयुधसिद्धे घटः कपालश्च इति एतत् द्रव्यद्वयम् अयुधसिद्धम् आम् यतोहि यावत्पर्यन्तं घटः तिष्ठति यावत्पर्यन्तं घटस्य नाशो न भवति तावत्पर्यन्तं घटः कपालम् आश्रित्य तिष्ठति स्पष्टं महोदय तावत् पर्यन्तं घटस्य नाशः न भवति तावत्पर्यन्तं कपालम् आश्रित्य एव घटः तिष्ठति कपालम् अनाश्रित्य स्थातुं न शक्नोति सः तस्य नाशपर्यन्तम् अपि विपरीतं किल कपालम् अनाश्रित्य स्थातुं न शक्नोति सत्यं किम् इत्युक्ते कपालम् आश्रय एव घटः तिष्ठति तस्य नाशपर्यन्तम् अपि आं घटस्य नाशः भवति चेत् भिन्नः विषयः नो चेत् कपालम् आश्रित्य तिष्ठति एव घटस्य नाशः भवति चेत् नाशात् परं वा महोदय घटस्य नाशः भवति चेत् भिन्नः विषयः इत्युक्ते घटस्य नाशः भवति चेत् तत्र इदानीं विषयान्तरं जातं नो चेत् कपालम् आश्रित्य एव तिष्ठति इत्युक्ते यावत्पर्यन्तं घटः अस्ति तावत्पर्यन्तं कपाले एव अस्ति आश्रित तिष्ठति तादृश कश्चन सम्बन्धः तयोर्मध्ये अस्ति अतः तौ द्वौ अयुतसिद्धौ अप्प अग्रे पठतु क्लियर् तथैव पटः स्वस्य नाशपर्यन्तमपि तन्तुम् आश्रित्य तिष्ठति अन्य उदाहरणमेव किल यावत्पर्यन्तं पटः भवति तावत्पर्यन्तं तन्तुभ्यः पटः पृथक् भूय न तिष्ठति तन्तून् आश्रित्य एव तिष्ठति अत्र कपालम् आश्रित्य घटः तिष्ठति अत्र तत्र अत्र तन्तून् आश्रित्य पटः तिष्ठति अपरैः शब्दैः यावत्पर्यन्तं पटः तिष्ठति अविनश्यतवस्तम् इत्युक्ते तावत्पर्यन्तं तन्तून् आश्रित्य तिष्ठति नाशपर्यन्तं तन्तून् आश्रित्य एव पटः तिष्ठति अविनश्यवदस्तं नाम विनाशम् अप्राप्य ओके नाशं नष्टं न भवति चेत् इति अर्थं किल अविनश्यत् इति शत्रान्तरूपम् अविनश्यत्वस्तम् इति समस्तपदम् अविनश्यन्ती अवस्था अविनश्यतवस्ताः अविनश्यतवस्था यस्मिन् कर्मणि तत् यथा स्यात् इति अविनश्यतवस्तं तवान् वदतु महोदय क्रियाविशेषणम् अतः द्वितीयविभक्तौ एकवचने नपुंसके अविनश्यवतस्तम् इति यावत्पर्यन्तं न नश्यति पटः तावत्पर्यन्तं तन्तून् आश्रित्य तिष्ठति अतः पटः तन्तुषु इत्येते द्वे द्रव्ये अयुद्धसिद्धे भवतः पटः तन्तून् एकैकं वाक्यं स्वीकृत्य वदनं वा महोदय? आमामां तथैव पटः स्वस्य नाशपर्यन्तम् अपि तन्तून् आश्रित्य तिष्ठति. तथैव इत्युक्ते कपालघटयोः मध्ये किं चर्चितवन्तः तथैव स्वस्य नाशपर्यन्तं तन्तून् आश्रित्य पटः तिष्ठति. यावत् पर्यन्तं पटः भवति तावत्पर्यन्तं तन्तुभ्यः पटः पृथक् भूय न तिष्ठति तन्तून् आश्रित्य एव तिष्ठति. पुनः तथैव तन्तून् पटः इति वदामः चेत् पटः तन्तून् आश्रित्य एव तिष्ठति तावत्पर्यन्तं यावत्पर्यन्तं तन्तूनपि नष्टं भवति. पटः पृथक् भूय न तिष्ठति इत्युक्ते पटः अन्यत् किमपि आश्रित्य न तिष्ठति, पटः तन्तूनेव आश्रित्य तिष्ठति, तावत्पर्यन्तं तन्तून् नष्टं भवति. एकनिमिषं भगिनि, पटस्य नाशः भवति, तन्तूनां नाशः इति नास्ति. नास्ति इदानीं पटस्य नाशस्य अनन्तरमपि तन्तु स्थातुं शक्यते खलु? आम् आम् आम् आम् आम् पटस्य नाशं यदा जायते तर्हि तन्तुषु एव जायते. यावत् पटः तिष्ठति तावत् तन्तुषु एव तिष्ठति. तथैव अन्यत्र यत्र कुत्रापि आश्रितः नास्ति पटः. अपरैः शब्दैः यावत्पर्यन्तं पटः तिष्ठति अभिनस्य दवस्तम् इति एकः नूतन शब्दः अयत् अभिनस्य दवस्तं तावत्पर्यन्तं तन्तून् आश्रित्य तिष्ठति. अविनश्यदवस्तं नाम विनाशम् अप्राप्य, विनाशम् अप्राप्य अविनश्यत् इति सत्रान्तरूपम्. ओके, अविनश्यत् इति अविनश्यदवस्तम् इति समस्तपदम् इत्युक्ते अविनश्यन्ती अवस्था, अविनश्यदवस्थाः अविनश्यदवस्था यस्मिन् कर्मणि तत् यथा स्यात् इति अविनश्यदवस्तम्. आं महोदय, अविनश्य नश्यत् इति प्रातिपदिकं किल? प्रातिपदिकमस्ति अविनश्यतवस्तम् इति समस्तपदम्. तत्र एतादृशं कुर्मः, अत्र अविनश्यदवस्थम् इति वाक्यं कुत्र अस्ति इति प्रथमं वदतु, तत्र वाक्यं वदतु. यावत् पर्यन्तं पटः तिष्ठति अविनश्यवस्तं तावत्पर्यन्तं तन्तून् आश्रित्य तिष्ठति. अस्तु, अत्र एतदेव वाक्यं खलु, यावत्पर्यन्तं पटः तिष्ठति अविनश्यदवस्थं तावत्पर्यन्तं तन्तून् आश्रित्य तिष्ठति इति. अत्र अविनश्यदवस्थम् इत्यस्य विभक्तिवचनं किम्? द्वितीया एकवचनं. हा, द्वितीया एकवचनं, बहु समीचीनम्. अपि च कीदृशपदमस्ति एतत्? अविनश्यवस्तम् समस्तपदम् इति इत्युक्ते अत्र यावत् पर्यन्तं पटः तिष्ठति, अत्र अस्मिन् वाक्ये क्रियापदं किम्? यावत् पर्यन्तं पटः पटः तिष्ठति अविनद् अविनश्यदवस्थं, तत् प्रथमभागः अस्ति खलु, तदेव स्वीकुर्मः. अत्र वाक्यद्वयमस्ति, यावत् तावत् पटः इति क्रियापदं, न क्रियापदं किम्? क्रियापदं यावत् अविनष्टवस्थं तिष्ठति, अविनष्टवस्थं भवति वाक्ये. क्रियापदं किम्? क्रियापदं किं? रामः पठति इत्यत्र क्रियापदं किम्? आम् तिष्ठति वा? हा सत्यम्, क्रियापदं तिष्ठति. कर्तृपदं किं? पठः. समीचीनम्. तर्हि इदानीम् अविनश्यदवस्थम् इति पदं कीदृशपदम्? कर्मणि द्वितीया. आं महोदय, द्वितीया एकवचनं अत्र कर्मपदं, कर्मपदं, कर्मपदम् इति न वक्तुं शक्यते. यद्यपि द्वितीया एकविभक्ति अस्ति, एक द्वितीया विभक्ति एकवचने अस्ति, यानि पदानि द्वितीया विभक्ति एकवचने इति तानि सर्वाणि कर्मपदमिति नास्ति. रामः पाठं पठति इत्यस्मिन् वाक्ये पाठम् इति कर्मपदम्. किमर्थं? क्रियायाः फलमस्ति खलु तत्. न महोदय, अपरैः सप्तैः इति तृतीया बहुवचनमस्ति किल, चिन्तनं तत् त्यजतु. अविनश्यदवस्थम् इति द्वितीया विभक्ति एकवचनमस्ति. ओके, किन्तु अत्र क्रियाविशेषणमस्ति, अड्वर्ब्. तदेव अभिनश्यतवस्त्रं तिष्ठति इति वक्तुं शक्नोति किल? तदेव, अतः कीदृशपदम् इति मया यद् पृष्टं तस्य उत्तरमस्ति क्रियाविशेषणं. क्रियाविशेषणम्. आम् आम् आं महोदय. बालः मन्दं गच्छति, क्रियाविशेषणम्. अत्र मन्दम् इति पदं कर्मपदं नास्ति. आम् आं क्रियाविशेषणमेव. आम् क्रियाविशेषणमस्ति. क्रियाविशेषणं सर्वदा द्वितीयविभक्तौ एकवचने नपुंसकलिङ्गे एव भवति इति व्याकरणनियमः अस्ति. धन्यवादः महोदय, धन्यवादः. तत्र द्वितीयविभक्ति एकवचने पदमस्ति चेत् तत् सर्वदा कर्मपदमेव नास्ति. नास्ति, इति नास्ति. आम् आं महोदय, अत्र तु क्रियाविशेषणमस्ति. यथा बालः मन्दं गच्छति, बालः झटिति गच्छति, तत्र क्रियाविशेषणं द्वितीयविभक्ति एकवचने नपुंसकलिङ्गे भवति, तथा अविनश्यदवस्थम् इति क्रियाविशेषणमस्ति. अस्तु, तर्हि इदानीं पश्येम. अविनश्यदवस्थम् इति समस्तपदम्. अत्र अविनश्यन्ती अवस्था इति पदद्वयम्. अत्र प्रथमपदमस्ति खलु अविनश्यन्ती, तत् कीदृशपदमस्ति? शत्रान्तमेव. हा, शत्र लिङ्गं किं? शत्रान्तं स्त्रीलिङ्गम्. हा, स्त्रीलिङ्गम् अपि च विशेषणमस्ति. आम्, शत्रन्तप्रदेशमेव भवति खलु. आम् आम्, अवस्था इति पदस्य विशेषण. अतः एव स्त्रीलिङ्गे दत्तमस्ति. अवस्था इति स्त्रीलिङ्गे अस्ति स्त्रीलिङ्गम्, अतः आम् महोदय. अस्तु, तर्हि अविनश्यन्ती अवस्था, तत्र इदानीं मिलित्वा वदामश्चेत् अविनश्यदवस्था इति भवति प्रथम प्रातिपदिकम्. अविनश्यदवस्था, अविनश्यदवस्था यस्मिन् कर्मणि, यस्मिन् कर्मणि इत्युक्ते, यस्मिन् कर्मणि इत्युक्ते इदानीं क्रिया, यस्मिन् कर्मणि इत्युक्ते कर्मणि प्रयोगः इति नास्ति, यस्मिन् यस्मिन् क्रियायाः विशेषणम् अस्ति, क्रियाविशेषणमस्ति इति कृत्वा अविनश्यदवस्था यस्मिन् कर्मणि, यस्मिन् क्रियायां, तद् यथा स्यात् इति अविनश्यदवस्थम् इति विग्रहवाक्यं. क्रियाविशेषणम्, अतः द्वितीया विभक्तिः एकवचन नपुंसके. अविनश्यदवस्थम् इति यावत्पर्यन्तं न नश्यति पटः तावत्पर्यन्तं तन्तून् आश्रित्य तिष्ठति. अतः पटः सन्तुष्टि इत्येते द्वे द्रव्ये अयुतसिद्धे भवतः इति बोधः. आम् महोदय. बुद्धं वा? बुद्धं. धन्यवादः. बालसुब्रह्मण्य महोदय बुद्धं वा? आमां. बहु समीचीनं. तर्हि भवान् एव अग्रे पठतु महोदय. किन्तु किन्तु इदानीं घटः भूतलम् इति एते द्वे द्रव्ये युतसिद्धे ते द्वयः द्वयसिद्धे युतसिद्धे द्वयोः द्रव्ययोः मध्ये एतादृशः सम्बन्धः नास्ति. एतानि द्वयोः मध्ये एतादृशः सम्बन्धः नास्ति. यावत्पर्यन्तं घटः तिष्ठति तावत्पर्यन्तं भूतलम् आसति एव तिष्ठति इति नास्ति नियमः. शुद्धं खलु? सरलमेव. यावत्पर्यन्तं घटः तिष्ठति तावत्पर्यन्तं भूतलम् आसति एव तिष्ठति इति नास्ति. उत्पीठिकायामपि भवितुमर्हति, आसन्दे अपि भवितुमर्हति, अस्माकं हस्ते अपि घटः भवितुमर्हति इति कृत्वा यावत्पर्यन्तं घटस्य नाशः अविनश्यदवस्थं तिष्ठति तावत् भूतले एव तिष्ठति इति न वक्तुं शक्यते खलु. अस्तु. हा, पुस्तकम् अग्रे पठतु महोदय. पुस्तकम् उत्पीठिकाम् आश्रित्य एव तिष्ठति इति नास्ति. एव सदृशमेव. उत्पीठिकाम् अनाश्रित्य अपि स्थातुम् अर्हति. अतः पुस्तकस्य उत्पीठिकायाश्च अयुधसिद्धत्वं नास्ति, युतसिद्धत्वमेव. अतः पुस्तकस्य उत्पीठिकायाश्च अयुतसिद्धत्वं नास्ति, युतसिद्धत्वमेव. पुस्तकं स्वीयानि पत्राणि अवलम्ब्य तिष्ठति नाशपर्यन्तम् अपि. पुस्तकं स्वीयानि पत्राणि अवलम्ब्य तिष्ठति नाशपर्यन्तम् अपि. अतः पुस्तकस्य तत्पत्राणां च अयुतसिद्धम् अस्ति. पुस्तकस्य तत्पत्राणां च अयुतसिद्धम् अस्ति इत्युक्ते पुस्तकम् इति कार्यं तस्य अवयवाः के? पत्रमस्ति खलु? पत्रं पेजस्. हा, तर्हि अत्र एकमेव अवगन्तव्यं सर्वैः. किम् इति चेत् अवयव अवयविनौ अयुतसिद्धौ, केवलम् अवयव अवयविनौ अयुतसिद्धौ, अन्यत् सर्वं युतसिद्धौ इति बोधः. अस्तु, अत्र किमपि नास्ति, अत्र सरलमेव अस्ति इति कृत्वा अग्रे तरेम. अस्तु, अग्रे पठतु महोदय. इदानीं द्वयोः संयोगः कर्मजः संयोगजः वा सः संयोगः कुत्र भवति इति चेत् युतसिद्धयोः द्वयोः द्रव्योः मध्ये एव भवति इति अधुना निश्चितम्. संयोगः कर्मजः संयोगः कुत्र भवति इति चेत् युगसिद्धयोः द्वयोः द्रव्ययोः मध्ये एव भवति इति अधुना निश्चितम्. तेन कपालस्य घटस्य च संयोगः न भवति, अपि तु कपालस्य अन्येन केनचित् पुस्तकेन सह संयोगः भवति. तावदेव. अपि तु कपालस्य अन्येन केनचित् पुस्तकेन सह संयोगः भवति. मूर्तद् तावदेव. यतोहि घटकपालयोः सम्बन्धः नाशपर्यन्तं तिष्ठति, एतस्मात् घटकपालौ अयुतसिद्धौ इति कारणेन कपालस्य घटेन सह संयोगः कदापि न भवति इति पर्यवस्थितम्। कपालस्य घटसिद्धौ कपालघटः अवयव अवयव अवयविनौ कदापि संयोगः भवितुम् अर्हति, यतोहि तौ द्वौ अयुतसिद्धौ संयोगः सर्वदापि युद्धसिद्धयोः द्वयोः द्रव्योः एव भवति। बुद्धं खलु, अत्र किमपि नूतनं नास्ति। अपि च एकः एव नियमः अत्र वक्तव्यमस्ति यद् अस्माभिः पूर्वं चिन्तितमस्ति, यदि इदानीम् अवयव अवयवस्य अपि च अन्यस्य द्रव्य अन्येन द्रव्येन सह संयोगः जायते तस्मिन् क्षणे अवयवी भवेत् इति चेदेव तस्मात् अग्रिमक्षणे संयोगज संयोगः तेन सह भवितुमर्हति। यस्मिन् क्षणे अवयवः अन्यः द्रव्येण सह संयोगं भवति चेत् तत्क्षणे अवयविनः पुनः एकवारं वदतु महोदय कृपया। अस्तु, इदानीं घटः अस्ति, घटे तत्र घटः कपालद्वये अपि अस्ति, तर्हि इदानीं हस्तकपालयोः मध्ये संयोगः जायते इति चिन्तयतु। अहं स्पृशामि कपालं स्पृशामि घटं स्पृशामि वस्तुतः, किन्तु एकस्मिन् भागे एव स्पर्शनं भवितुम् अर्हति इत्यतः घटस्य अधोभागेः कपालः अस्ति, तत्र मम स्पर्शनं जायते, मम हस्तेन सह स्पर्शनं जायते इति चिन्तयतु। तर्हि तस्मिन्नेव क्षणे घटः अपि अस्ति इति कृत्वा इदानीं कर्मजसंयोगः हस्तकपालयोः मध्ये जायते, तस्मात् अग्रिमक्षणे संयोगजसंयोगः घटहस्तयोः मध्ये जायते खलु। तर्हि यस्मिन् क्षणे कपालहस्तयोः मध्ये संयोगः जायते तस्मिन् क्षणे घटः अस्ति अस्ति चेदेव तस्मात् अग्रिमक्षणे कपाल घटहस्तयोः मध्ये संयोगः भवितुमर्हति। किन्तु इदानीं कपालद्वयो मध्ये संयोगः जायमानमस्ति, इदानीं कुलालः घटस्य उत्पादनं कुर्वन् अस्ति, तर्हि तत्र कपालद्वयेन सह सः संयोगः क्रियमाणमस्ति तेन, तर्हि यदा घटस्य उत्पादनं सः कुर्वन् अस्ति तस्मिन् क्षणे इदानीं कुलालस्य हस्तः यदस्ति अपि च कपालः अनयोः मध्ये सम्बन्धः अस्ति खलु, तस्मात् अग्रिम किन्तु तस्मिन् क्षणे घटः नास्ति इति कृत्वा यद्यपि कुलालस्य हस्तः अपि च कपालः द्वयोः मध्ये संयोगः जायमानमस्ति तथापि तस्मिन् क्षणे घटः नास्ति इत्यतः घटेन सह अपि संयोगः भवति इति न वक्तुं शक्यते इति बोधः तावदेव। अस्तु, अग्रेपि भवानेव पठतु महोदय, अत्र इदानीम् अग्रिमचिन्तनमस्ति। अत्र प्रश्नः उदेति, समवायसम्बन्धः अयुतसिद्धत्वं द्वयोः मध्ये भेदः अस्ति वा? इत्युक्ते यौ अयुतसिद्धौ तयोः मध्ये समवायसम्बन्धः भवितुमर्हति इति उक्तं खलु, तर्हि समवायसम्बन्धः अयुतसिद्धत्वं तयोः मध्ये भेदः अस्ति वा? अत्र समवायसम्बन्धः तु पञ्चषु स्थलेषु वर्तते, अयुतसिद्धमिति द्रव्ययो मध्ये एव किल। बहु समीचीनम्, बहु समीचीनम्. अयुतसिद्धत्वं द्रव्ययोः मध्ये अवयव अवयविनोः मध्ये एव भवितुमर्हति, किन्तु समवायसम्बन्धः अन्येषु स्थलेषु अपि भवितुमर्हति इत्यतः तयोः मध्ये भेदः अस्ति एव. भवन्तः बुद्धः एव. बहु समीचीनं. तर्हि इदानीं झटिति पठितुं शक्यते, भवान् पठतु महोदय. अयुतसिद्धत्वम् इति द्वयोः स्वभावः, समवायः इति द्वयोः सम्बन्धः. स्वभावः यत्र यत्र अयुतसिद्धत्वं तत्र तत्र समवायसम्बन्धः. अत्र विशेषतः द्रव्ये अयुतसिद्धत्वं किम् इति पश्यन्तः स्मः. अत्र विशेषतः द्रव्ये अयुतसिद्धत्वं किम् इति पश्यन्तः स्मः. किम् अर्थम् इति चेत् किमर्थम् इति चेत् अत्र संयोग इति विषयः, संयोगः तु द्रव्ययोः एव भवति. अत्र संयोगः इति विषयः, संयोगः तु द्रव्ययोः एव भवति. अतः अत्र अयुतसिद्धत्वं कुत्र कुत्र द्रव्ये भवति इति द्रष्टव्यम्. अयुतसिद्धत्वं द्रव्यगुणयोः मध्ये, वस्तुतः अयुतसिद्धत्वं द्रव्यगुणयोः मध्ये भवति. अयुतसिद्धत्वं द्रव्य क्रियोर्मध्ये भवति, जातिव्यक्तयोर्मध्ये भवति, परमाणुविशेषयो मध्ये भवति. तत्र यत्र यत्र अयुतसिद्धत्वं तत्र तत्र समवायसम्बन्धः. यत्र यत्र अयुतसिद्धत्वम् इत्युक्ते अत्र किञ्चित् भिन्नरीत्या महोदयः वदति, इत्युक्ते केवलं द्रव्ययोः मध्ये एव अयुतसिद्धः सिद्धत्वम् इति नास्ति, किञ्चित् पञ्चसु स्थलेषु अपि अयुतसिद्धत्वम् अस्ति इति महोदयः वदति. तर्हि कथं वा तयोः मध्ये इदानीं भेदः साधयति इति पश्येम. अग्रे पठतु महोदय. अपि च यत्र यत्र समवायसम्बन्धः तत्र तत्र अयुतसिद्धत्वम्. अयं व्याप्यव्यापकभावः एवं च यत्र उभयता भवति तत्र समवाव्याप्तिः इति उच्यते. पुनः एकवारं पठामि. अपि च यत्र यत्र समवायसम्बन्धः तत्र तत्र अयुतसिद्धत्वम्. अत्र नूतनविषयम् एकमेव, अयं व्याप्यव्यापकभावः एवं यत्र उभयता भवति. उभयता भवति इत्युक्ते यत्र यत्र समवायसम्बन्धः तत्र तत्र अयुतसिद्धत्वं, पुनः यत्र यत्र अयुतसिद्धत्वं तत्र तत्र समवायसम्बन्धः इति द्वयमपि यत्र यत्र यत्र व्यापकः अस्ति तत्र तत्र व्याप्यः अपि अस्ति, यत्र यत्र व्याप्यः अस्ति तत्र तत्र व्यापकः अपि अस्ति इति तादृशस्थितिः अस्ति चेत् तत्र समव्याप्तिः इति उच्यते. समव्याप्तिः अत्र यत्र यत्र धूमः अस्ति, यत्र यत्र पर्वतः अस्ति तत्र तत्र धूमः इति न, किन्तु यत्र यत्र धूमः अस्ति तत्र तत्र पर्वतः अस्ति इति कृत्वा पर्वतः व्यापकः भवति, धूमः व्याप्यः भवति. सामान्यरीत्या व्याप्यस्य सङ्ख्या न्यूना भवति व्यापकस्य अपेक्षया, किन्तु यत्र सङ्ख्या समाना अस्ति तत्र समव्याप्तिः इति अस्ति. अस्तु अग्रे पश्येम महोदय कुत्र गच्छति इति. विजि भगिनी पठतु भगिनि अग्रे. तर्हि एकनिमिषं महोदय. तर्हि व्याप्यव्यापकभावः यत्र यत्र धूमः तत्र तत्र वह्निः इति वदामः. वह्निधूमयोर्मध्ये यथा व्याप्यव्यापकभावः तथा व्याप्यव्यापकभावः ययोर्मध्ये भवति तत्र कुत्रचित् कार्यकारणभावो अपि स्यात्, किन्तु सर्वत्र कार्यकारणभावः भवेत् इति नास्ति नियमः. वह्निधूमयोः व्याप्यव्यापकभावः अस्ति. यत्र यत्र धूमः तत्र तत्र वह्निः इति, धूमः व्याप्यः वह्निः व्यापकः. अत्र तयोः कार्यकारणभावः अपि भवति. धूमस्य कारणं वह्निः. वदामि वा महोदय? यत्र यत्र धूमः इति दृश्यते तत्र तत्र अग्निः स्यात् इति वक्तुं शक्नोति. वह्नि धूमयोः मध्ये यथा व्याप्यव्यापकभावः इत्युक्ते धूमः व्याप्यव्यापकभावः ययोर्मध्ये भवति तत्र कुत्रचित् कार्यकारणभावो अपि स्यात्. अत्र तु धूमः वह्निः मध्ये व्याप्यव्यापकभावः अस्ति. इति कारणेन कार्यकारणभावः अपि स्यात् इति वा? यत्र यत्र व्याप्यव्यापकभावः अस्ति तत्र तत्र कार्यकारणभावः अपि स्यात् किन्तु सर्वत्र कार्यकारणभावः भवेत् इति नास्ति नियमः. नियमः तु नास्ति. एकनिमिषं, कार्यकारणभावः अस्ति इति वक्तुम् अस्माभिः पठितं पूर्वम्. आम् महोदय, अहं वदामि. भवानेव अवदत् तत्र अन्यत्र वृष्टिः भवेत् इति कारणेन वयं नद्यां जलं पश्यति इति एकः उदाहरणं भवान् दत्तं किल. कारणः तु न दृश्यते, कार्यं तु अस्ति एव इति. समीचीनं, किन्तु अत्र अत्र अस्माभिः निगमनं किं? यत्सत्त्वे यत्सत्त्वे यत्सत्त्वं यदभावे यदभावः तत् तस्य कारणम् इति अन्वयव्यतिरेक अस्माभिः दृष्टं खलु? आम् आम् आम् दृष्टम्. तस्मिन्नेव सन्दर्भे एतदुदाहरणमपि अस्माभिः दृष्टम्. आम् यत्सत्त्वे यत्सत्त्वं, वह्निः सत्त्वे धूमसत्त्वं, वह्निः अभावे धूमाभावः इति चेत् कार्यकारणभावः. अत्र वह्निः कारणं, धूमः कार्यम्. कार्यकारणभावस्य निरूपणम् अन्वयव्यतिरेकाभ्यां कुर्मः. किन्तु व्याप्यव्यापकभावः इति भिन्नवार्ता. अपि च केषुचित् स्थलेषु यत्र यत्र व्याप्यव्यापकभावः अस्ति तत्र तत्र कार्यकारणभावः अपि भवितुम् अर्हति. भवेदिति नियमेन नास्ति. इत्युक्ते इदानीं 20 पर्वताः सन्ति इति चिन्तयतु. तेषु 5 पर्वतेषु धूमः अस्ति. तर्हि अत्र व्यापकः अस्ति पर्वतः, व्याप्यः अस्ति धूमः. किन्तु किमर्थमित्युक्ते यत्र यत्र धूमः तत्र तत्र यत्र यत्र धूमत्वं तत्र तत्र पर्वतत्वमस्ति. पर्वतत्वमस्ति खलु? आम् आम्. पर्वते एव धूमः विद्यते इति कृत्वा व्याप्यव्यापकभावः अस्ति. किन्तु कारणकारणभाव्य कारणकार्यभावः अस्ति वा पर्वतधूमयोः मध्ये? नास्ति. नास्ति खलु? नास्ति. आम्. किन्तु इदानीं पर्वतधूमयोः मध्ये यद्यपि व्याप्यव्यापकभावः अस्ति तथापि कार्यकारणभावः नास्ति. किन्तु वह्निधूमयोः मध्ये व्याप्यव्यापकभावः अपि अस्ति, कार्यकारणभावः अपि अस्ति. कार्यकारणभावः अस्ति इति किमर्थं इति इति केन आधारेण निश्चितम् इति चेत् अन्वयव्यतिरेकाभ्याम्. यत्र यत्र धूमः तत्र तत्र वह्निः, यत्र तत्र यत्र वह्नेः अभावः तत्र तत्र धूमेः अभावः, अभावः तत्सत्त्वे तत्सत्त्वं, वह्निसत्त्वे धूमसत्त्वं, वह्निः अभावे धूमाभावः इति कृत्वा वह्नि धूमयोः मध्ये कार्यकारणभावः अस्ति. किन्तु इदानीम् इतोपि किञ्चित् चिन्तनं कुर्मः, वह्निधूम वह्निधूमयोः मध्ये समव्याप्तिः अस्ति वा? वह्निधूमयोः मध्ये नास्ति, अग्निः अस्ति चेत् धूमः आयाति, विपरीतरीत्या नास्ति. विपरीतरीत्या इत्युक्ते किं प्रतिपादयति? धूम अग्नि अग्नि अस्ति ताते अतः एव धूमः आगच्छति किल? नो, तत्तु सत्यं, किन्तु इदानीं मम प्रश्नः कः, समव्याप्तिः, समव्याप्तिः इत्युक्ते किं? पूर्वस्मिन् परिच्छेदे अस्माभिः पठितं खलु समव्याप्तिः इत्युक्ते किम्? एकमुखीनी व्याप्तिः इति दत्तम्. नो, भवत्या बुद्धं वा, मया उक्तं खलु अत्र अत्र महोदयेन किं लिखितं तत् त्यजतु, स्वशब्दैः वदतु, समव्याप्तिः इत्युक्ते किम्? भवान् भवती जानाति एव, प्रयत्नं करोतु, अहं परिष्कारं करोमि. व्यापकः व्याप्यः इति पदद्वयमस्ति खलु? व्यापकः व्याप्यः इत्युक्ते व्यापकः व्याप्ययोः मध्ये समानसङ्ख्या अस्ति चेत् तदेव समव्याप्तिः इति अस्माभिः उक्तं खलु? आम् आम्. इत्युक्ते विपरीतरीत्या अपि वक्तुं शक्यते, यत्र यत्र समवायः तत्र सर्वत्र अयुतसिद्धत्वम्, अपि च यत्र यत्र अयुतसिद्धत्वं तत्र सर्वत्र समवायः इति, तादृशं यत्र समानसङ्ख्या अस्ति तत्र समव्याप्तिः, किन्तु एवं यत्र यत्र अग्निः अस्ति तत्र तत्र धूमः अस्ति इति वक्तुं शक्यते वा? न खलु. यत्र यत्र धूमः अस्ति तत्र सर्वत्र अग्निः भवेत्, अग्निं विना धूमः नास्ति, किन्तु धूमं विना अग्निः नास्ति इति नास्ति नास्ति. इदानीम् अस्माकं गेस् स्टौ, तत्र अग्निः धूमः नास्ति, तर्हि तत्र समव्याप्तित्वं नास्ति, कार्यकारणभावः अस्ति, व्याप्यदापकभावः अपि अस्ति, किन्तु समव्याप्तित्वं नास्ति. बुद्धं खलु? आम् आम् महोदय, बुद्धम्. अस्तु, तर्हि अग्रे पठतु भगिनि. अत्र प्रश्नः उदेति समवायसम्बन्धः अयुधसिद्धत्वं द्वयोः मध्ये. भगिनि, तत्सर्वं पठितम्. आहत्य किल, आहत्य द्रव्ये ततः पठनीयं, आहत्य द्रव्ये तत्र द्वितीयपङ्क्तिः अस्ति किल, अधुना यत्र यत्र धूमः अधुना यत्र यत्र धूमः तत्र तत्र वह्निः इति वक्तुं शक्नुमः, किन्तु यत्र यत्र वह्निः तत्र तत्र धूमः इति वक्तुं न शक्नुमः, यतोहि यत्र वह्निः भवति तत्र कुत्रचित् धूमः न भवति, यस्य न्यूनदेशवृत्तिः सः व्याप्यः, यस्य अधिकदेशवृत्तिः सः व्यापकः. अत्र धूमः व्याप्यः, वह्निः व्यापकः, विपरीतरीत्या न सम्भवति. तदर्थं वह्निधूमयोः समव्याप्तिः नास्ति, एकमुखीनी व्याप्तिः एव. किन्तु यत्र यत्र आत्मत्वं तत्र तत्र ज्ञानम् इत्यत्र समव्याप्तिः वर्तते, अतः यत्र यत्र ज्ञानं तत्र तत्र आत्मत्वम् इत्यपि वक्तुं शक्यते. आत्मत्वम् इति जातिः सर्वदा आत्मनि अस्ति, आत्मनि अपि सर्वदा ज्ञानं भवति भवत्येव. अनेन आत्मत्वज्ञानयोः समव्याप्तिः प्रकृतौ अयुतसिद्धत्वसमवायसम्बन्धयोः अपि तथैव समव्याप्तिः इति अभवा ओके महोदय यत्र यत्र धूमः अस्ति तत्र तत्र अग्निः अस्ति इति वक्तुं शक्नोति यत्र यत्र अग्निः तत्र तत्र धूमः इति वक्तुं न शक्नुमः वयं दृष्टवन्तः गेस् स्टव् किल गेस् गेस् समीचीनं तत्र अग्निः अस्ति अग्निः नास्ति धूमः नास्ति अग्निः अस्ति धूमः नास्ति यतोहि यत्र अग्निः भवति तत्र कुत्रचित् धूमः न भवति यस्य न्यूनदेशवृत्तिः सः व्याप्यः यस्य तदेव मया उक्तं संख्या न्यूना इति न्यूनदेशवृत्तिः सः व्याप्यः यस्य अधिकदेशवृत्तिः सः व्यापकः अत्र धूमः व्याप्यः अग्निः व्यापकः विपरीतरीत्या न सम्भवति इत्युक्ते अग्निः व्याप्य न भवितुम् अर्हति तदर्थम् अग्निधूमयोः समव्याप्तिः नास्ति एकमुखीनी व्याप्तिः एव किन्तु यत्र यत्र आत्मत्वं तत्र तत्र ज्ञानम् इत्यत्र समव्याप्तिः वर्तते ओहो यत्र यत्र ओके अतः यत्र यत्र आत्मा इति द्रव्यमस्ति खलु आत्मनि आत्मत्वम् इति जातिः अस्ति आमाम् आम् यत्र यत्र आत्मत्वं तत्र तत्र ज्ञानं भवत्येव आम् व्याप्तिः अस्ति अतः यत्र यत्र ज्ञानं तत्र तत्र आत्मत्वम् इत्यपि वक्तुं शक्यते सत्यम् आत्मत्वम् इति जातिः सर्वदा आत्मनि अस्ति आम् आत्मनि अपि सर्वदा ज्ञानं भवत्येव ज्ञानम् आत्मा आश्रित्य भवति इत्यतः अनेन आत्मत्वज्ञानयोः समव्याप्तिः प्रकृतौ अयुक्तसिद्धत्वसमवायसम्बन्धयोः अपि तथैव समव्याप्तिः इति इत्युक्ते अयुक्तसिद्धत्वसमवायसम्बन्धयोः ओहो तथैव समव्याप्ति ओ ओके ओके ओके यत्र यत्र अयुद्धसिद्धत्वम् अस्ति तत्र तत्र समवायसम्बन्धः अस्ति इति वा अपि च विपरीतरीत्या यत्र यत्र समवायसम्बन्धः अस्ति तत्र तत्र अयुद्धसिद्धत्वम् अपि अस्ति इति कारणेन समवायाप्ति ओके ओके समवायाप्ति इति समव्याप्तिः आम् महोदय क्षम्यतां समव्याप्तिः अस्ति यत्र यत्र अयुद्धसिद्धिः इति तत्र तत्र समवायसम्बन्धः विपरीतरीत्या यत्र यत्र समवायसम्बन्धः अस्ति तत्र तत्र अयुद्धसिद्धत्वम् अस्ति इति कारणेन समव्याप्तिः अत्र अस्ति इति उच्यते तर्हि इदानीमपि प्रश्नः अस्ति इत्युक्ते यत्र यत्र समवायसम्बन्धः अस्ति तत्र तत्र अयुतसिद्धत्वं यत्र यत्र अयुतसिद्धत्वं तत्र तत्र समवायसम्बन्धः इति चेत् समवायसम्बन्धः अपि च अयुतसिद्धत्वं तयोः मध्ये कः भेदः प्रश्नः एतावत्पर्यन्तम् अस्ति अस्तु अग्रे बालसुब्रह्मण्य महोदय पठतु आहत्य द्रव्ये अवयव अवयव अवयवि भाव आपन्नयोः एव द्वयोः द्रव्ययोः अयुतसिद्धत्वं भवति द्रव्ये अवयव अवयविभाव आपन्योः एव द्वयोः द्रव्योः अयुतसिद्धत्वं भवति. तत्र अयुतसिद्धत्व आपन्योः द्रव्ययोः परस्परसंयोगः न भवति. अयुतसिद्धत्व आपन्योः द्रव्ययोः परस्परसंयोगः न भवति. कः क्लेशः? इत्युक्ते अयुतसिद्धयोः मध्ये एव यत्र यत्र अयुतसिद्धत्वं तत्र तत्र समवायित्वं समवायसम्बन्धः इति अस्माभिः अधीतं खलु. अतः यत्र अयुतसिद्धत्वम् अस्ति तत्र समवायसम्बन्धः एव भवति, न तु संयोगः इति अत्र उक्तम्. तत्र अयुतसिद्धत्व आपन्नयोः द्रव्ययोः परस्परसंयोगः न भवति. किमर्थम्? अयुतसिद्धत्वं तयोः मध्ये अस्ति, अयुतसिद्धत्वयोः मध्ये केवलं समवायः एव भवति. पठतु महोदय अग्रे. युतसिद्धत्व आपन्नयोः एव द्रव्ययोः परस्परसंयोगः स्वीक्रियते. इत्युक्ते कपालस्य अन्येन केनापि सह संयोगः भवितुम् अर्हति, न तु स्वस्य कपालस्य घटेन सह. कपालस्य अन्येन केनापि सह संयोगः भवितुमर्हति, न तु स्वस्य कपालस्य. साधु सन्तोः अन्येन सह संयोगः शक्यते, न तु स्वस्य पटेन सह इति इदानीं निश्चितम्. पूर्वं यदुक्तं तद् आधारेण एतं नियमम् अङ्गीकुर्मः. अस्तु, अत्र किमपि नूतनं नास्ति खलु? पुनः पुनः पुनः अग्रे पठतु महोदय. इदानीं कौ युतसिद्धौ इति प्रश्नः. तर्हि एतावत्पर्यन्तम् अयुतसिद्धौ कौ इति अधीतं. तत्र यद्यपि महोदयेन प्रश्नः कृतः इत्युक्ते अयुतसिद्धत्वम् अपि च समवायसम्बन्धः अनयोः मध्ये कः भेदः इति चेत्, केवलम् अयुतसिद्धत्वम् इति कश्चन धर्मः, समवायसम्बन्धः इति सम्बन्धः इति तावदेव महोदयेन उक्तम्. किन्तु सम्बन्धः इति तयोः मध्ये कः भेदः इति न निरूपितं खलु महोदयेन. यद्यपि अत्र अयुतसिद्धत्वम् इति कश्चन धर्मः, समवायः इति सम्बन्धः इति उक्तं, तर्हि इदानीं तयोः मध्ये भेदः कः इति, अन्योन्याभावः कः इति न उक्तम्. भवतु, तर्हि इतोपि किञ्चित् चिन्तनीयं भवति. अत्र वस्तुतः अयुतसिद्धत्वमेव समवायसम्बन्धः इति, यदि अयुतसिद्धत्वं गुणगुणिनोः तत्र सर्वत्र भवति तर्हि अयुतसिद्धत्वम् इत्युक्ते किं समवायसम्बन्धः इति किमर्थं न स्वीकुर्मः इति प्रश्नः मम मनसि अस्ति. तर्हि समवायसम्बन्धस्य लक्षणं किम् इति चेत्, अयुतसिद्धयोः मध्ये यः सम्बन्धः भवति सः समवायसम्बन्धः इति वक्तुं शक्यते. भवतु, तर्हि तत्र त्यक्तम्. इदानीं युतसिद्धौ कौ इत्यस्मिन् विषये प्रश्नः. युतसिद्धः इत्युक्ते किम्? अग्रे पठतु महोदय. पृथग् आश्रयाश्रितौ पृथग् आश्रयाश्रितौ इति समासस्य विग्रहवाक्ये आश्रयौ इति वक्तव्यं, यतोहि आश्रयद्वयम् अस्ति. महोदय, तत्र पूर्वस्मिन् परिच्छेदं सम्पूर्णतया न पठितं, पुनः आरम्भतः पठतु. इदानीं कौ युतसिद्धौ इति प्रश्नः. पृथग् आश्रयश्रुतौ शरीरं पुस्तकं तयोः संयोगः भवति, तौ द्वौ युतसिद्धौ. तयोः स्वभावः कीदृशः इत्युक्ते, पुस्तकं च उभे द्वे द्रव्ये पृथग् आश्रयाश्रितौ भवतः. मम शरीरं स्वस्य अवयवान् आश्रित्य तिष्ठति, मम शरीरं स्वस्य अवयवान् आश्रित्य तिष्ठति, पुस्तकं तु स्वीयानि पृष्ठानि आश्रित्य तिष्ठति. अतः शरीरं पुस्तकं च पृथक् आश्रयाश्रितौ. विग्रहवाक्यम् एवं पृथक् चथौ आश्रयौ च आश्रयौ च पृथक् आश्रयौ इति कर्मधार्यसमासः. पृथक् आश्रयौ आश्रितौ, पृथक् आश्रयाश्रितौ इति द्वितीया तत्पुरुषसमासः. कर्मधारय कर्मधारय गर्भ द्वितीय द्वितीया तत्पुरुषसमासः. अस्तु, अत्र सर्वम् अस्माभिः अधीतं. केवलं विग्रहवाक्यं किम् इति तदेव प्रतिपादयतु. विग्रहवाक्यं समासस्य पूर्वं पूर्व उत्तरपदयोः प्रति प्रतिपादनं विग्रहवाक्यम् इति. वदतु उदाहरणरूपेण वदामि महोदय. अत्र किमस्ति इति वदतु महोदय. पृथक् च तौ आश्रयौ च पृथगाश्रय आश्रितौ, पृथगाश्रयौ इति कर्मधारय समासः. कर्मधारयसमासस्य अन्य उदाहरणं भवता भवान् जानाति चेत् वदतु. कर्मधारयसमासः इति कर्मधारय विविधानि किल, हिम शीतलं, हिमशीतलम् इति नीलोत्तरं विशेष विशेषणपूर्व कर्मधारय महोदय. हा, किन्तु कर्मधारयः इत्युक्ते किं? समान कर्मधारयः इत्युक्ते उत्तरपदप्राधान्यम्. न, तत्पुरुषसमासः इत्युक्ते उत्तरपदप्राधान्यम्. समान विभक्तयः प्राधान्यमपि समानम्. न, प्राधान्यं समानं नास्ति. तत्पुरुषसमासस्य प्राधान्यमस्ति उत्तरपदप्राधान्यम् इति एकः. अपि च तत्पुरुषसमासः कुत्र भवति? समानविभक्तिकपदयोः मध्ये न भवति तत्पुरुषसमासः. तत्र पदद्वयं यदस्ति तयोः विभक्तिः भिन्ना भवेत् इति नियमः. किन्तु यत्र पदद्वयमस्ति, अपि च उत्तरपदप्राधान्यमस्ति, अपि च तयोः पदयोः एकमेव विभक्तिः अस्ति, तत्र कर्मधारयः भवति खलु. पृथक् च तौ आश्रयौ. एकवारं वदतु महोदय. इदानीं तत्पुरुषसमासः इत्युक्ते उत्तरपदप्राधान्यम् अस्ति. आम् आम्. कर्मधारयः इति तत्पुरुषसमासस्य एव एकः विभागः. आम् आम्. तर्हि कर्मधारयसमासे अपि उत्तरपदप्राधान्यम् अस्ति. आम्. किन्तु सामान्यतत्पुरुषम् अपि च कर्मधारयः अनयोः मध्ये कः भेदः इति चेत्, सामान्यतत्पुरुषसमासे पदद्वौ यदस्ति तौ द्वौ अपि एकस्यां विभक्त्यां न भवति यदा कदापि. राज्ञः पुरुषः, राजपुरुषः इति तत्र एकं पदं षष्ट्यामस्ति, अन्यत् पदं प्रथमायां. तर्हि सामान्यतत्पुरुषसमासे पदद्वयमपि एकस्यां विभक्त्यां न भवति. किन्तु कर्मधारयसमासे पदद्वयमपि एकस्यां विभक्त्याम् एव भवति इति नियमः. तत् प्रथमायामपि भवतु, द्वितीयायामपि भवतु, किन्तु पदद्वयमपि एकस्यां विभक्त्यां भवेत्. समानविभक्तिकत्वं यत्र अस्ति, अपि च उत्तरपदप्राधान्यं यत्र अस्ति तदेव कर्मधारयसमासः. तर्हि अत्र पश्यतु, पृथक् च तौ आश्रयौ च, पृथगाश्रयौ. इदानीं पृथक् अपि च आश्रयः इति पदद्वयस्यापि एक एकमेव विभक्तिः अस्ति, द्वयमपि प्रथमविभक्त्यामस्ति. तर्हि पृथगाश्रयौ इति द्विवचने अस्ति. पृथक् च तौ आश्रयौ इति कृत्वा इदानीं कर्मधारयसमासः. अपि च पृथगाश्रयौ आश्रितौ, तत्र वदतु महोदय, पृथगाश्रयौ आश्रितौ तत्र द्वितीयतत्पुरुषसमासः कथं जातम्? आश्रितः इति पदमस्ति किल महोदय, द्वितीयतत्पुरुषम् अत एव वदतु. पृथगाश्रयौ आश्रितौ इति पदद्वयमस्ति. तर्हि इदानीम् अस्माकं नियमः कः? समानविभक्तिक तत्र एकस्यां विभक्त्यां नास्ति चेदेव सामान्यतत्पुरुषः भवति खलु. तर्हि अत्र पृथगाश्रयौ इत्यस्य विभक्तिवचनं किम्? आश्रितौ इत्यस्य विभक्तिवचनं किम्? पृथक्काश्रयं पृथक्काश्रितः. न विभक्ति वदतु भगिनि. पृथक्काश्रयम् इति द्वितीया विभक्ति. भगिनि अत्र पृथगाश्रयम् इति पदमस्ति वा पृथगाश्रयौ इति पदमस्ति वा? पृथगाश्रयौ इत्यस्य विभक्तिवचनं वदतु, आश्रितौ इत्यस्य विभक्तिवचनं वदतु. पृथक् आश्रयौ इति द्वितीया विभक्ति वचनं एकवचनं, द्विवचनं प्रथमा प्रथमाविभक्ति द्विवचनं, आश्रितौ इति सप्तमी. आश्रितः आश्रितौ अयो देशिक बालसुब्रह्मण्य भवान् किं चिन्तयति? अपि च अत्र पश्यन्तु, एतत् सर्वं मनसि स्थातव्यं. सामान्यतत्पुरुषे पदद्वयमपि भिन्नविभक्तौ भवति इति तु सत्यं, किन्तु एकं सर्वदा प्रथमाविभक्त्यामेव भवति. तर्हि पृथगाश्रयौ इति द्वितीया विभक्ति द्विवचनम्, आश्रितौ इति प्रथमाविभक्ति एकवचनम्, सारी प्रथमाविभक्ति द्विवचनम्. अत्र सप्तमी नास्ति, प्रथमाविभक्ति द्विवचनं. पृथक्काश्रय द्वितीया विभक्ति द्विवचनं. पुनः वदामि, पृथगाश्रयौ इति द्वितीया विभक्ति द्विवचनम्, आश्रितौ इति प्रथमाविभक्ति द्विवचनम् इति कृत्वा इदानीं द्वितीयतत्पुरुषसमासः. पृथगाश्रयौ इति अपि समस्तपदमस्ति इति कृत्वा कर्मधारयः इति कर्मधारयगर्भ द्वितीया तत्पुरुषसमासः. पृथगाश्रयौ आश्रितौ तमिळ् भाषायां मधुर भाषायां वदतु, पृथगाश्रयौ आश्रितौ. வெவ்வேறு ஆசிரியங்களை ஆசிரிதமாக கொண்டவை. ஓஹோ அதுதான் அர்த்தம். ஓகே ஓகே. வெவ்வேறு பாலசுப்ரமணியம் தமிழ் ஜானாதி வா? ஆம். வெவ்வேறு ஆசிரியங்களை आश्रितमाः कोण्डवै कोण्डवै कोण्डवै ओके वीराश्रितले आश्रितः कोण्डवै ओके अप्प ओके पृथक् आश्रय आश्रितौ इति कर्मधारय गर्भ द्वितीयतत्पुरुषसमासः ओके अस्तु समयः जातः अत्र स्थगयामः ओके.